इदानीम् अस्माकं नूतनविषयः अस्ति, कृपया म्यूट् कुर्वन्तु सर्वे. इदानीम् अस्माकं विषयः अस्ति स्वाधिगणः इति विषयः अस्ति. अत्र अनदन्त अङ्गानां कृते प्रथमगणः अस्ति स्वाधिगणः. स्वाधिगणे विकरणप्रत्ययः अस्ति श्नु, अतः विकरणप्रत्ययान्त अङ्गम् अनदन्तम् अस्ति, अतः प्रक्रिया भिन्ना अस्ति इति अस्माभिः पूर्वमेव चर्चितम्. इदानीम् अग्रे पठिष्यामः. तत्र मीना महोदय पठतु स्वाधिगणः. स्वाधिगणे चतुर्विंशतिः जातकः सन्ति. अयं चतुर्विंशतिः सन्ति. अयम् अस्माकं प्रथमः धातुगणः यत्र अङ्गम् अनदन्तम्. अत्र सिद्धान्तकौमुद्यां परम्परागतपद्धत्यां तिङन्तरूपनिष्पादनम् अतीव भ्रमात्मकम्. परन्तु पुष्पामातुः पद्धतम् अनुसृत्य पाणिनेः वास्तविकपद्धतिम् अनुसृत्य अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च. पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं, तिङन्तप्रत्ययस्य सिद्धिः, तदनन्तरं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्ग तिङ्प्रत्ययोः मेलनम्. इदानीं पर्यन्तं तु वयं सर्वे जानीमः किमस्ति. तत्र प्रथमसोपानं तु सर्वदा विकरणप्रत्ययनिमित्तिक अङ्गकार्यमस्ति. तदनन्तरम् अस्ति तिङ्प्रत्ययसिद्धिः. तदनन्तरम् अस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गतिङ्गप्रत्ययोः मेलनं. वयं जानीमः. अस्तु, इदानीं विकरणप्रत्ययः कः अस्ति पठामः. पठतु अग्रे. विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. स्वाधिगणे विकरणप्रत्ययः श्नु, स्वाधिभिः श्नुः इत्यनेन श्नु प्रत्ययः विहितः. लशकृतद्विते इत्यनेन शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपः नु इति अवशिष्यते. स्वाधिभिः श्नुः स्वाधिगणे स्थितेभ्यः धातुभ्यः श्नु प्रत्ययः भवति. कर्तर्तृकसार्वधातुकप्रत्यये परे आदिर्येषां ते स्वादयः बहुव्रीहि, तेभ्यः स्वादिभ्यः. स्वादिभ्यः पञ्चम्यन्तं श्नु प्रथमान्तं द्विपदमिदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः. सार्वधातुके य इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययपरस्य इत्यनयोः अधिकारः धातोः अनेकाच्यो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं स्वादिभ्यः धातुभ्यः श्नु प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र श्नु प्रत्ययः इति किं स्वादिभ्यः स्वादिगणेषु श्नु प्रत्ययः भवति. तत्र श्नु इति प्रत्यये लशकृतत्वे शकारलोपः इत्संज्ञाका, तस्य लोपः अनेन लोपः नु एव अवशिष्यते. तदेव महोदय पूर्णसूत्रं स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परस्य कर्तरि सार्वधातुके इति सम्पूर्ण सूत्रम्. मुख्यनिमित्तमस्ति यत् धातु भवेत्, तदनन्तरं कर्तृर्थके सार्वधातुके एव. नाम धातु अस्ति, धातोः अनन्तरं कर्तृर्थके सार्वधातुकप्रत्ययः अस्ति चेत् मध्ये श्नुप्रत्ययः भवति स्वादिगणे इति अस्ति. अत्र तत्र मुख्यबिन्दुः अस्ति यत् केवलं सार्वधातुकप्रत्यये परे अस्ति चेदेव तर्हि लृट् लकारे नो चेत् अन्यत्र यत्र धातु आर्धातुक अस्ति प्रत्यय आर्धातुक अस्ति तत्र विकरणप्रत्ययः न भवति इति तु वयं जानीमः, परन्तु वारं वारं तस्य तस्य पुनःस्मरणं करणीयं, यतोहि भ्रमः भवितुं शक्नोति. यत्र कर्तृकसार्वधातुकप्रत्यये परे अस्ति चेदेव, नाम लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु नो चेत् छत्रिशान तत्र तत्र एव श्नुप्रत्ययः भवति, न तु न भवति. अस्तु तर्हि अत्र अस्तु, धन्यवादः महोदय. अग्रे विजया महोदय पठतु. श्नु षित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा छि योगः नु इति स्थितौ पुगन्धलघुपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. यथा तिग् योगः नु इति स्थितौ, परन्तु स्नु अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् तदर्थं निति च इत्यनेन उभयत्र गुणनिषेधः एव. तत्र तिङ्क्षित् सार्वधातुकम् अस्ति इत्यनेन सार्वधातुकप्रत्ययः स्नु षित् अतः एव. अनन्तरं सार्वधातुक आर्धधातुकयोः गुणप्रसक्तिः अस्ति, यथा गुणकार्यस्य प्रसक्तिः अस्ति पुगन्तलघुपदस्य इत्यनेन अपि कार्य गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु सार्वधातुकम् अपि अनन्तरं नित्वत् भवति इत्यनेन सूत्रेण नित्वत् भवति निति च अपि गुणनिषेधः भवति उभयत्र, अतः तत्र कार्यं न करोति, गुणकार्यं नास्ति. अत्र सार्वधातुकप्रत्ययः अस्ति परन्तु अपित् अस्ति, अपित् सार्वधातुकप्रत्ययः नित्वद् भवति, अतः निति च इति सूत्रेण गुणनिषेधः भवति. तर्हि अत्र विकरणप्रत्ययान्तनिमित्तिकं गुणकार्यं न भवति इति अस्ति. अग्रे. आम्, अनेन कारणेन प्रथमसोपाने गुणकार्यं नास्ति, किमपि विकारान्तदातु गुणकार्यं नास्ति, किमपि लिखितमस्ति प्रथमसोपाने किमपि कार्यं नास्ति. इकारान्तदातवः षि योगः नु चिनु, उकारान्तदातवः सु योगः नु सुनु, ऋकारान्तदातवः वृ योगः नु वृणु, हलन्तदातवः तिग् योगः नु तिग्नु, तृप् योगः नु तृप्नु, शक् योगः नु शक्नु, आप् योगः नु आप्नु इति तत्र अस्ति. वर्णमेलनमेव, तत्र गुणकार्यं नास्ति. तर्हि अत्र वर्णं केवलं वर्णमेलनं भवति, यत्र नत्वं भवति तत्र नत्वमपि भवति, परन्तु मुख्यबिन्दुः अस्ति यत् अत्र कुत्रापि गुणकार्यं न भवति. चिनु अस्ति न तु चेनु, तिग्नु अस्ति न तु तेग्नु, त्रिप्नु अस्ति न तु तर्प्नु तर्प्णु इति किमपि नास्ति इति मुख्यबिन्दुः अस्ति. तर्हि अतः गुणकार्यं नास्ति, तर्हि तत्र किमपि कार्यं नास्ति विकरणप्रत्ययनिमित्तिकं, तत्र किमपि कार्यं न भवति इति. अस्तु अग्रे. महोदय अग्रे. प्रत्ययः नित्वत् चेत् प्रथमसोपाने त्रीणि मुख्यकार्याणि सन्ति, गुणनिषेधः एतदपि एकं कार्यं, स्वादिगणे स्नु प्रत्ययस्य अपित्वात् गुणनिषेधः, सम्प्रसारणं गृहीज्य इति सूत्रेण सम्प्रसारणं भवति किति निचि निति प्रत्यये परे, स्वादिगणेन कोऽपि सम्प्रसारणी धातुः. तृतीयबिन्दुः, अनिदितां धातूनां नकारलोपः, अनिदितां हलः अनिदितां हल उपादायाः निति इत्यनेन किति निति प्रत्यये परे परे नकारः लोपः. स्वादिगणे तादृशः एकः धातुः अस्ति दम्बु दम्बने हिंसायाम् इति अर्थे दम्ब दम्ब इत्युक्ते दम्ब योगः स्नु नकारलोपः दम्नु इति अङ्गं भवति प्रत्ययविषये एतत् सर्वं अनिदितां हल उपधायनिति सूत्रं किं वदति एकवारं पुनः वदतु एतत् सूत्रेण किति निति प्रत्यये परे अस्ति अतः तत्र नकारः लोपः भवति कुत्र नकारः कुत्र दम्ब योगः स्नु इति आगच्छति उदाहरणं मा वदतु सूत्रं किं वदति सूत्रस्य अर्थं वदतु तत्र स्वादिगणे न कोऽपि सम्प्रसारिणि धातुः परन्तु अनिदितां धातूनां नकारः लोपः महोदय मम प्रश्नः सामान्यप्रश्नः अस्ति स्वादिगणविषये नास्ति अनिदितां हल उपधाय निति इति सूत्रस्य अर्थं किम् अनिदित् हलन्तस्य अङ्गस्य उपधानकारस्य कित् प्रत्यये परे अस्ति चेत् नित् प्रत्यये परे लोपः भवति सम्यक् तर्हि अनिदित अङ्गमस्ति चेत् नाम तत्र ह्रस्व इकारस्य यदि इत् संज्ञा नास्ति तत्र हलन्त अङ्गं तत्र उपधायां नकारस्य लोपः भवति कित् नित् प्रत्यये परे तर्हि दम्भू मध्ये अनिदित् धातुः अस्ति इकारस्य इति संज्ञा नास्ति दम्भ अस्ति तत्र नकारः अस्ति उपधायां तत्र मकारः वस्तुतः नकारः अस्ति इति अस्माभिः चर्चितं पूर्वमेव तत्र मकारस्य लोपः भवति श्नुप्रत्यये परे यतोहि श्नुप्रत्यय कित् नित्वत् अस्ति तर्हि दम्भ योग श्नु दभ्नु भवति मकारस्य लोपः तर्हि अत्र पश्यतु तत्र एकमेव कार्यम् एक एव धातुः कृते कार्यमस्ति दम्भुधातुः कृते मकारस्य लोपः अन्यत्र अन्ये ये धातवः सन्ति स्वादिगणे तत्र विकरणप्रत्ययनिमित्तिकं किमपि कार्यं नास्ति केवलं वर्णमेलनं यतोहि गुणं न भवितुं गुणः न भवितुं शक्नोति तत्र सम्प्रसारणं न भवितुं शक्नोति किमपि न भवितुं शक्नोति केवलं दम्भ कृते अनिदितां हल उपधायानिति इति सूत्रात् कार्यं भवति दभ्नु इति भवति इति अस्ति तर्हि महोदय अत्र दम्ब दम्ब इति धातौ मकारः उपधाय न नकारः तदेव अस्ति खलु वस्तुतः अत्र उपधायां यत् मकारः अस्ति तद् नकारः एव तद् नकारः अस्ति तस्य नश्चापदान्तस्य झलि इति सूत्रेण प्रथमम् अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रात् मकारस्य अनुस्वारस्य मकारः भवति तत्र वस्तुतः यत्र पञ्चमवर्णः अस्ति तत्र वस्तुतः नकारः एव अस्ति मूलस्थित्यां तत्र अस्माभिः पठितं अत्र अस्माभिः पूर्वमेव पठितं तत्र अत्र नकारः एव अस्ति यतोहि तत्र मकारः दृश्यते परन्तु नकारः एव अस्ति तद् नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णः इति सूत्राभ्यां तत्र मकारः भवति पञ्चमः वर्णः भवति अस्तु तर्हि प्रथमसोपानः तु समाप्तमेव किमपि कार्यं नास्ति बहु लघुकार्यम् अतः अत्र यद् मुख्यकार्यं यत् भवति तत् तृतीयसोपाने भवति अस्तु इदानीं द्वितीयसोपानमस्ति रघुपतिमहोदय पठतु तिङ्प्रत्ययसिद्धिः तिङ्प्रत्ययसिद्धिः पूर्वतने पाठे जाता एव यत्र अङ्गम् अनदन्तं तत्र सिद्धतिङ्प्रत्यय तिङ्संज्ञकप्रत्ययाः एते परस्मैपदलट्लकारे तीतः अन्ति सीतः था मी वहमः आत्मनेपदित्ते आते अते से आते द्वे एव हे महे अत्र महोदय स्थूलाक्षरे लिखितं सन्ति तस्य किं महत्त्वं हा अत्र एते प्रत्ययाः तित् सन्ति अतः गुणः भवितुम् अर्हति अङ्गस्य गुणः भवति इगन्तङ्गस्य अपि च पुगन् उपधायामपि भवितुमर्हति अग्रे लोट्लकारे तु तात् ताम् अन्तु हि तात् तं त आनि आव आम अत्रापि तु इत्यस्मिन् पित् अस्ति आनि आव आम उत्तमपुरुषे अपि पित् प्रत्ययः अतः गुणः भवति अङ्गस्य. आत्मनेपदी ताम् अताम् ताम् आताम् अताम् स्व अथां त्वम् ऐ आवहि आमहि अत्रापि उत्तमपुरुषे गुणः भवति. अस्तु, लङ्लकारे त ताम् अन् स तं त अं वाम अत्रापि प्रथमा मध्यमा उत्तमा प्रथमा एकवचने सोरि क्षम्यताम् अस्तु एकवचने गुणः भवति. लङ्लकारे त अतां त अताम् अथ ताः अतां त्वम् इ वहि महि सर्वे प्रत्याः अपितः अतः न गुणः न भवति. विधिलिङ्गकारे यात् यातां युः याः यातां याता याम यां याव याम आत्मनेपदी ईत् ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि. तत्र अस्माभिः पूर्वतनपाठे पठितं यत् अनदन्त अङ्गानां कृते अत्र प्रत्ययाः सन्ति तेषां निर्माणं कथं भवति इति अस्माभिः पूर्वं पठितं. तर्हि इदानीं विकरणप्रत्ययनिमित्तक अङ्गकम् अङ्गं सिद्धमस्ति, तिङ्गप्रत्ययः सिद्धमस्ति. इदानीं केवलं तृतीयसोपानम् अवशिष्टं. तत्र अङ्ग तिङ्गप्रत्ययस्य कृते अङ्गकार्यं, तदनन्तरं विकरणप्रत्ययान्त अङ्ग तिङ्गप्रत्ययस्य मेलनम् इति एव अस्ति. तत्र एव मुख्यकार्यम् इदानीम् अस्ति. यतोहि अत्र अनदन्तम् अङ्गमस्ति, अतः बहुत्र तत्र गुणस्य प्रसक्तिः भवितुं शक्नोति, नो चेत् अन्यसूत्रम् आगन्तुं शक्नोति. प्रत्ययः अपित् अस्ति, अपित् अस्ति, हलादि अस्ति, अजादि अस्ति इति आधारेण अत्र भिन्नं भिन्नं कार्यं भवितुं शक्नोति. अस्तु, रघुपतिमहोदय पठतु. हा, तृतीयसोपानमस्ति तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनं. स्वादिगणे इदं कार्यं मुख्यम्. अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः, अजन्तदातवः हलन्तदातवः च. यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं भिद्यते. तर्हि स्वादौ वर्गद्वयमस्ति, अजन्ताः हि धातुरिव अपि च हलन्ताः शक् धातुरिव. अनेन वर्गद्वयेन अस्माकं कार्यं सर्वं कार्यं प्रवर्तते अस्ति. अत्र मातृभिः स्वादिगणीय भागद्वये विभक्ताः सन्ति, अजन्तदातवः हलन्तदातवः च अत्र तिङ्प्रत्ययनिमित्तकार्यं भिद्यते, अतः मातृभिः एतादृशवर्गद्वयं कृतमस्ति. अग्रे अजन्तदातवः चि इति चि धातु इव अस्ति, अपि च हलन्तदातवः शक् इति शक् धातुरिव अस्ति. अत्र हलन्तदातवः सामान्याः, अजन्तदातवः विशेषाः इति अवगम्यताम्. हलन्तदातवः सामान्याः, अजन्तदातवः विशेषाः इति अवगम्यताम्. नाम स्वादिगणे ये सामान्यनियमाः सन्ति सर्वे हलन्तदातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते. सामान्यनियमाः स्वादिगणीय अजन्तदातोः अपि आधिक्येन तथैव प्रवर्तन्ते, किन्तु स्थलत्रये विशेषाः भवन्ति. स्थलत्रयम् अग्रे सूचितम् अस्ति. अस्तु, अत्र यत्र हलन्तदातुः अस्ति तत्र सामान्यकार्यमस्ति, परन्तु अजन्तदातुः अस्ति तत्र किञ्चित् विशेषकार्याणि केचन कानिचन विशेषकार्याणि अपि सन्ति इति अस्ति स्थितिः अस्ति. अग्रे अग्रे मदन महोदय पठतु. आम् महोदय, स्वादिगणे प्रतिनिधिचतुष्टेयं स्वीक्रियताम्. अजन्तपरस्मयपदे धातुः चि, हलन्तः परस्मयपदे धातुः शक्, अजन्त आत्मनेपदे पदि धातुः चि, हलन्तः आत्मनेपदि धातुः अश्. स्वादिगणे अजन्तदातु प्रतिनिधि चि अस्ति, परस्मैपदि धातु. हलन्तपरस्मैधातु शक् अस्ति. अजन्त आत्मनेपदे धातु चि अस्ति, हलन्त आत्मनेपदे धातु हश्. अस्ति चीधातु उभयपदी उभयपदी अस्ति येषां चतुर्णां धातूनां रूपाणि चतुर्षुः सार्वधातुकलकारेषु लट् लोट् लङ् वितिलिङ् इत्येषु जानीमः चेत् सर्वेषां स्वादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव कण्ठस्थीकरणे करणीयम् इति न सर्वं तर्काधारेण प्रवर्तते यदि अहं वयं एतानि धातु प्रक्रिया जानीमः चेत् स्वादिगणीयधातूनां रूपाणि जानीमः एव इति दत्तं गतपाठे अस्माभिः दृष्टं यत् सित्त तिङ्प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः अलाद्यपितः अजादि अपितः तर्हि स्वादिगणे अजन्तधातुभिः सह हलन्तधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् चतुर्विधाः इति वयं दृष्टवन्तः हल् धातु पित् पित् अजन्तधातु पित् अथवा हल् धातु अपित् अजादिधातु अपित् इति अत्र पश्यतु धातूनां कृते वर्गद्वयमस्ति अजादि अजन्त हलन्त प्रत्ययकृते वर्गचतुष्टयम् अस्ति हलादिपित् हलादि अपित् अजादिपित् अजादि अपित् तत्र तत्र भिन्नभिन्नस्थले भिन्नभिन्नप्रक्रिया भवति सूत्राणि सन्ति एकवारं वयं जानीमः अनन्तरं प्रत्येकधातु कृते सार्वधातुकलकारेषु इति वयं ज्ञातुं शक्नुमः तत्र कण्ठस्थीकरणस्य आवश्यकता नास्ति केवलं प्रक्रियां जानीमः चेत् रूपाणि ज्ञातुं शक्नुमः तर्हि अतः प्रथमः अस्ति हलन्तधातूनां कृते कार्यं कथं भवति अत्र यथा पूर्वम् उक्तं हलन्तधातवः ये सन्ति ते सामान्यधातवः सन्ति तत्र किमपि अन्यकार्यं नास्ति तत्र अतः प्रथमं हलन्तधातवः हलन्तधातूनां पाठं कुरुतु अस्तु जि अत्र तर्क आधारेण किं प्रवर्तनम् अस्ति तर्क इत्युक्ते लाजिक् तत्र कण्ठस्थीकरणस्य आवश्यकता नास्ति नाम प्रत्येकधातु कृते रूपाणि कानि कानि सन्ति लट् लकारे लोट् लकारे विधिलिङ्ग् लकारे तस्य आवश्यकता नास्ति एकवारम् अत्र प्रत्येकवर्गस्य कृते कार्याणि कानि कानि सन्ति यदि वयं जानीमः तर्हि प्रत्येकधातु धातोः कृते कार्यं कथं भवति इति ज्ञातुं शक्नुमः इति अस्ति अस्तु अग्रे मगर् महोदय अग्रे आं महोदय अधः विशिष्टकार्याणि रक्तवर्णेन सूचितानि हलन्तधातूनां कार्यं हलादिपित्सु गुणः शक्नु योगः ति शक्नोति पुगन्तलघुपदस्य इति सूत्रेण सार्वधातुकारुदत्रयोः क्षम्यताम् पित् प्रत्ययः अस्ति खलु पित् प्रत्ययः अस्ति अतः गुणः भवितुं शक्नोति शक्नु इगन्त अङ्गम् अस्ति उकारान्त अङ्गम् अस्ति अतः सार्वधातुक आधातुकयोः इति सूत्रेण उकारस्य गुणः भूत्वा शक्नो योगः ति शक्नोति इति भवति नाम हलादि पित् प्रत्ययः परे अस्ति चेत् गुणकार्यं भूत भवति शक्नोति इति अग्रे अग्रे अजादिपित्सु गुणः तदा अवादेशः शक्नु योगः आनि शक्नु योगः आनि अत्रापि गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण शक्नु योगः आनि अत्र एङ्गः एचो वायवः इति सूत्रेण शक्नुन् योगः औ योगः आनि शक्नुवाणि इति रूपं शक्नवाणि अत्र किमपि नास्ति पुनः नास्ति पुनः धातुकार्धातुकयोः इति सूत्रेण गुणः भवति तदनन्तरम् एचोयवायाव इति सूत्रेण ओकारस्य अवादेशः भूत्वा शक्नवाणि इति भवति इदानीं पर्यन्तं तस्य भ्रमः अस्ति वा कस्यापि अग्रे हलादि अपित्सु द्विति च इत्यनेन गुणनिषेधः शक्नु योगः तः शक्नुतः अत्र गुणनिषेधः भवति अतः अपि तस्य अतः नित्वत् भवति शक्नु योगः तः शक्नुतः इति वर्णमेलमेव भवति अत्र अत्रापि सः इति प्रत्ययस्य अपि अस्ति अतः गुणनिषेधः भूत्वा शक्नुतः केवलं वर्णमेलनं भवति बहु सरलमस्ति पश्यतु एकवारं यदि वयं सूत्राणि जानीमः तर्हि तत्र प्रक्रिया बहु सरला भवति तत्र कण्ठस्थीकरणस्य आवश्यकता नास्ति यथा विद्यालये वयं कण्ठस्थीकरणं कृतवन्तः तत्र शक्नुवन्तः तस्य आवश्यकता नास्ति प्रक्रियां जानीमः चेत् बहु सरलं भवति अग्रे अजादि अपित्सु अचिष्टु धातु ब्रुवां यो रियङ् उवङ्गौ इत्यनेन उवङ् आदेशः शक्नुः योगः अन्ति शक्न् योगः उव योगः अन्ति शक्नुवन्ति अत्र अचिष्टु धातु ब्रुवां यो रियङ् उवङ्गौ इति सूत्रेण स्थाने उव इति आदेशः भवति तदनन्तरं शक्नुवन्ति इति रूपं भवति धन्यवादः महोदय सुमन् महोदय प्रथमं तु वदतु अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इति सूत्रं किं करोति तस्य अर्थं किम् अस्माकं परिचितं सूत्रमस्ति अतः मनसा वदतु अस्मिन् सन्दर्भे तु श्नु धातु इत्युक्ते इदानीं तु स्वादिगणे विकर्णप्रत्यय श्नु अस्ति अतः तत्र प्रत्यय अच् प्रत्ययस्य आदौ अच् वर्णः अस्ति चेत् तत्र इकारस्य नो चेत् उकारस्य धातोः अन्ते इकार नो चेत् उकार अस्ति चेत् तस्य इय नो चेत् उव भवति तर्हि अत्र प्रथमं तु वदतु अस्य सूत्रस्य निमित्ताः के के श्नु इत्युक्ते स्वादिगणे भवेत् अनन्तरं प्रत्य अचि परे भवेत् न तदस्ति तत् परनिमित्तम् अनन्तरं वदतु पूर्वनिमित्तमस्ति एकं तु स्वादिगणीय अस्ति चेत् श्नु अस्ति चेत् अनन्तरं अत्र अचि श्नु धातु ब्रुवाम् इति अस्ति खलु श्नु एकम् अस्ति तदनन्तरं किमस्ति तत्र किन्तु ब्रुवां तु प्रातिपदिकम् अस्ति खलु ब्रू प्रातिपदिके अस्ति बहुवचनमस्ति एकनिमिषं तृतीयनिमित्तं इकारान्त उकारान्त धातु अस्ति चेत् तर्हि यदि श्नु प्रत्ययान्त अङ्गम् अस्ति नाम तत्र स्वादिगणीय अङ्गम् अस्ति नो चेत् ब्रू इति प्रातिपदिकम् अस्ति नो चेत् इकारान्त उकारान्त धातु अङ्गम् अस्ति चेत् इति चत्वारः निमित्ताः सन्ति पूर्वनिमित्ता अनन्तरं परनिमित्तं किमस्ति अचि परे अजादिप्रत्ययपरे अस्ति अजादिप्रत्यये तर्हि अजादिप्रत्ययपरे अस्ति चेत् किं भवति आदेशः किं भवति इय इकारान्त अस्ति चेत् इय नो चेत् उव तर्हि अत्र इयङ्ग उवङ्ग इति अस्ति तत्र ङ्ग इति तस्य पिट् भवति केन सूत्रेण इत्संज्ञा भवति हलन्ते तत्र अकारस्य इत्संज्ञा केन सूत्रेण भवति क्षम्यत इयङ्ग उवङ्ग मध्ये इत्संज्ञकवर्णाः के सन्ति अन्तिमनकारः तत्तु हलन्त्यम् अपि च अकारस्य उपदेशे अजनन् तर्हि इय उव इति एव आदेशः भवति तर्हि इदानीं प्रश्नः अस्ति इय उव इति आदेशः कुत्र भवति सम्पूर्णस्थानिनः स्थाने नो चेत् अन्तिमवर्णस्य स्थाने नो चेत् किम् अन्तिम अलोन्तस्य इति अलोन्तस्य इति कार्यं न करोति निच्च कार्यं करोति सम्यक् तर्हि यद्यपि आदेशः इति अनेकाल् अस्ति परन्तु नित् अस्ति अतः निच्च इति सूत्रेण अन्तिम अल्वर्णस्य स्थाने एव भवति न तु सम्पूर्ण स्थानिनः तर्हि इति अस्ति तदनन्तरम् एकः अधिकप्रश्नः अस्ति अत्र अचिष्णु धातुभ्रुवां युवोरियम् उवङ्गौ इति सूत्रं किमपि एतादृशं लिखितं नास्ति यत् कित् नित् प्रत्ययपरे एव कार्यं करोतु खलु तर्हि परन्तु वयं जानीमः यत् फलितरूपेण नो चेत् तत्र गुणः भवति केन सूत्रम् इदानीं तु नित् अथवा नित् नित्वत् नास्ति चेत् सार्वधातुक अर्धधातुकयोः तर्हि इदानीं प्रश्नः अस्ति यत् कित् निष् प्रत्यये परे अस्ति चेत् तु सार्वधातुक अर्धधातुकयोः इति सूत्रमेव कार्यं कर् सकति तत्र कार्यं कर्तुं न शक्नोति अत्र अचिष्णुधातुभ्रुवमेव कार्यं करोति परन्तु यदि धातु यदि प्रत्ययः पित् अस्ति तर्हि अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति खलु अचिष्णुधातु अपि कार्यं कर्तुं शक्नोति सार्वधातुकार्धातुकयोः अपि कार्यं कर्तुं शक्नोति खलु सत्यं तर्हि कथं जानीमः कस्य कार्यं भवति इदानीं सूत्रसङ्ख्या पश्यामः वा हा तर्हि अचिष्णुधातुभ्रुवम् इति सूत्रमस्ति 6477 अस्तु सार्वधातुक आर्धधातुकयोः इति सूत्रं तु सप्तम अध्यायः भवति खलु 7384 तर्हि कस्मिन् कार्यं भवति परसूत्रस्य इत्युक्ते सार्वधातुक आर्धधातुक अतः यत्र पित् प्रत्ययः अस्ति तत्र वस्तुतः अन्यसूत्राणि अपि सन्ति येषां प्रसक्तिः भवति यत् उदाहरणमस्ति अत्र अचिष्णुधातुभ्रुवा परन्तु किं भवति प्रायः बहुषु सूत्रेषु बहूनां सूत्राणाम् अपेक्षया सार्वधातुकार्धातुकयोः इति सूत्रं परसूत्रं भवति यस्मिन् सप्तम अध्यायः अतः परसूत्रत्वात् तस्य कार्यं भवति अतः गुणकार्यं भवति परन्तु यत्र सार्वधातुकार्धातुकयोः इति सूत्रं कार्यं कर्तुं न शक्नोति यथा यदि प्रत्ययः नित्वत् अस्ति अपि तस्ति तत्र अचिष्णुधातुभ्रुवाम् इति कार्यं करोति यतोहि तत्र अन्यसूत्रस्य प्रसक्तिः नास्ति अतः यद्यपि अचिष्णुधातुभ्रुवां युवोर्यम् उवङ्गौ इति सूत्रे वस्तुतः लिखितं नास्ति कित्नि प्रत्ययपरे परन्तु फलितरूपेण वयं ज्ञातुं शक्नुमः यत् अस्य सूत्रस्य कार्यं केवलं कित्नित् प्रत्ययपरे परे अस्ति चेदेव भवति यदि पित् प्रत्ययपरे अस्ति चेत् तु गुणकार्यं भवति इति वार्ता अस्ति इति एतादृशी शैली अन्यत्र अपि अस्माभिः दृष्टा अस्ति पश्यतु एकं सूत्रमस्ति खलु रित इद् धातोः जन स्मरन्ति वा भवन्तः स्मरन्ति वा, इदं सूत्रमस्ति अस्माभिः पठितं पूर्वं, ऋत इति धातोः. कोऽपि न वदति? को? हलो, हलो, श्रूयते वा? आं महोदय. धातोः इति सूत्रं कोऽपि अवगच्छ स्मरति चेत् वदतु. अस्माभिः पठितम् इति जानामि, किन्तु किं वदति विस्मृतवती. सूत्रे एव पश्यतु, ऋतः इद् धातोः, ऋतः इत् धातोः सूत्रे एव लिखितमस्ति. तत्र इकार आदेशः भवति खलु, अन्ते ऋकार अस्ति चेत् तत्र इकार आदेशः भवति, अनन्तरं तत्तु दीर्घः भवति हलिचसूत्रे. अस्तु, सन्दर्भे खलु वयं पठितवन्तः, यत्र गुणः न भवति तत्र प्रसक्तिः भवति. तत्र दीर्घ ऋकारान्त धातुः अस्ति चेत् ऋकारस्य स्थाने इकारः भवति. अत्रापि पश्यतु, तादृशशैली एव अस्ति. अत्रापि वस्तुतः निमित्तं किमपि लिखितं नास्ति, सर्वत्र अत्र परनिमित्तं किमपि नास्ति खलु, परन्तु अस्य अपि सूत्रस्य कार्यं फलितार्थेण एव स्थित् प्रत्यये परे अस्ति चेदेव भवति, नो चेत् स्थित् प्रत्यये अस्ति चेत् सार्धातुकयोः सूत्रस्य कार्यं भवति, गुणं भवति, तथैव अस्ति. तर्हि पश्यतु, एतादृशशैल्या लघुत्वं भवति. पाणिन्याः अत्र पाणिनेः आवश्यकता नास्ति लेखनस्य, यत् ओ कित्नि सर्वत्र कित्नि आवश्यकता नास्ति. केवलं ऋत इति धातोः, तदनन्तरं तेन सार्वधातुक आर्धातुकयोः इति परसूत्रं कृतं. तदनन्तरं वयं ज्ञातुं शक्नुमः यत् ओ परसूत्रमस्ति, तर्हि अपित् अस्ति चेत् परसूत्रस्य कार्यं भूत्वा गुणं भवति, नो चेत् ऋत इति धातुः इति, तत्र लेखनस्य आवश्यकता नास्ति इति अपि अष्टाध्याय्याः शैल्याः सुन्दरता भवति. यत्र आवश्यकता नास्ति लेखनस्य, लैक् इट् इस् नाट् रिक्वायर्ड् टु रैट् एव्री इन्फर् इट् फ्रम् अदर् सूत्र. अस्तु, तर्हि अजिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गौ इति सूत्रेण अत्र श्नु प्रत्ययान्त अङ्गमस्ति, अतः अजादि अपित् नाम अजादि कित्नित् अजादि नित्वत् प्रत्ययः परे अस्ति चेत् श्नु तत्र उकारस्य स्थाने उवङ्ग भवति, उ भवति, अतः चिनुयोगः अन्ति, चिन्वन्ति इति भवति, चिन्वन्ति, क्षम्यतां किं वदामि, शक्नुयोगः अन्ति, शक्नुवन्ति इति भवति इति कार्यमस्ति. अस्तु अस्तु, तर्हि धन्यवादः. सुमन् महोदय अग्रे पठतु. अजन्तधातूनां कार्यं त्रिषु स्थलेषु विद्यते. स्थलत्रयम् अपि अपित्सु एव पित्सु न कोऽपि भेदः. अधः सम्यक्तया तोलयन्तु. अस्तु, पठामि खलु. अस्तु, अजन्तधातूनां कार्यं हलादि पित्सु तत्र गुण भवति, चिनु योग ति चिनोति. अजादि पित्सु गुणः तदा अव आदेशः, चिनु योग आनि तत्र गुण भवति, चिनो भवति. एचयव सूत्रेण चिन् योग अव योग आनि चिनवाणि भवति, चिनवाणि भवति, क्षम्यता. अत्र पित् प्रत्ययस्य कृते कोऽपि भेदः नास्ति, केवलं सामान्यगुणकार्यं. हलादि अपित्सु अस्ति चेत् तत्र निति च इत्यनेन गुणः निषेधः भवति. यथा चिनु योग तः चिनुतः स्थलद्वये अपवाद अपवादभूतकार्यं भवति लोटि हि लोटि तत्र हि लोपः भवति चिनु योग हि चिनु एव भवति तत्र प्रायः अजादि क्षम्यताम् अदन्त अङ्ग समान हि अपि लोपः भवति वा सूत्रं भिन्न किन्तु समानकार्यं कार्यं समानं दृश्यते परन्तु भिन्नसूत्रमस्ति वकार मकार आदौ प्रत्यये परे उकारस्य वा लोपः चिनु ओ अस्तु इदानीं वयं पश्यामः चिनु योगः योग वः चिन्वः नो चेत् चिनुवः रूपद्वयं भवितुं शक्नोति तर्हि सामान्यरूपमस्ति चिनुवः केवलं वर्णमेलनं परन्तु विकल्पेन चिन्वः अपि भवति उकारस्य लोपः भवति येन सूत्रेण भवति अग्रे पश्यामः अस्तु अजादि अपित्सु अस्ति चेत् हुष्णुवोः सार्वधातुके इत्यनेन यन् आदेशः चिनु प्लस् अन्ति चिन् योग वकार योग अन्ति चिन्वन्ति नाम यण् सन्धि एव कार्यं भवति यण् सन्धि एव भवति नाम यण् सन्धि एव कार्यं तत्र पश्यतु तर्हि शक्नुयोगः अन्ति मध्ये शक्नुवन्ति इति भवति अचिष्णुधातु भ्रुवां युवोर्यङ्गुवम् परन्तु चिनुयोगः अन्ति मध्ये अचिष्णुधातु भ्रुवां युवोर्यङ्गुवङ्गौ इति सूत्रं कार्यं न करोति उष्णुवोः सार्वधातुके इति सूत्रं कार्यं कृत्वा यण् आदेशः भवति चिन्वन्ति क्षम्यतां महोदय पुनः वदतु शक्नुवन्ति अस्ति चेत् तत्र धातु ध्रुवम् इति सूत्रेण शक्नुवन्ति मध्ये उकारस्य उवङ्गादेशः भवति परन्तु चि मध्ये चिनुयोगः अन्ति मध्ये अचिष्णुधातु ध्रुवम् इति सूत्रं कार्यं न कृत्वा उष्णुवोः सार्वधातुके इति कार्यं करोति चिन्वन्ति इति तर्हि अतः भेदः अस्ति अजादि अजन्तधातु अस्ति चेत् उष्णुवोः सार्वधातुके इति सूत्रमस्ति भिन्नसूत्रमस्ति हलन्तधातु अस्ति शक्नु तत्र भिन्नसूत्रमस्ति किन्तु महोदय किम् अर्थम् अहं न अवगतवती तत्र इदानीम् अङ्गं पश्यामः चेत् सामान्य अङ्गं खलु शक्नु चिनु तत्र चि इति आसीत् इत्युक्ते किम् अर्थं तत्र भेदः भवति तदेव अस्ति तत्र अहं जानामि किमर्थम् इति पृच्छामि तदेव अग्रे सूत्रं यदा वयं पठामः तदा अवगच्छामः तत्र भेदः किमर्थं तत्र एकस्मिन् पक्षे हुष्णुवोः सार्वधातुके इति नूतनसूत्रं कार्यं करोति अन्यस्मिन् पक्षे अचिष्णुधातु ब्रुवान् तर्हि प्रश्नः किम् अस्ति यदि इकारान्त अथवा उकारान्त अङ्गं नो चेत् धातु अस्ति तदनन्तरम् अजादिप्रत्ययः अस्ति तत्र वस्तुतः बहूनि कार्याणि भवितुं शक्नुवन्ति बहूनि सूत्राणि कार्यं कर्तुं शक्नुवन्ति सर्वप्रथमं तु इको यणचि सूत्रं कार्यं कर्तुं शक्नोति तदनन्तरं सार्वधातुकार्धातुकयोः तस्य प्रसक्तिः भवितुं शक्नोति तदनन्तरम् अचिष्णुधातु भ्रुवाम् इति तस्य सूत्रस्य प्रसक्तिः भवति तदनन्तरम् उष्णुवो सार्वधातुके सूत्रस्य प्रसक्तिः भवति इति कृत्वा बहूनि सूत्राणि सन्ति प्रत्येकसूत्रस्य कार्यक्षेत्रं किञ्चित् किञ्चित् भिन्नम् अस्ति अतः सूत्रं दृष्ट्वा सूत्रस्य निमित्तानि दृष्ट्वा वयं ज्ञातुं शक्नुमः कि वस्तुतः कस्मिन् स्थले किं सूत्रं कार्यं करोति तर्हि अग्रे आगच्छति कृष्णवशाहातुके इति सूत्रम् अग्रे आगत्य वदति यत् तत्र निमित्तं किम् अस्ति येन अस्य सूत्रस्य कार्यं भवति इतोपि एकः प्रश्नः अस्ति अत्र साधारण यन् सन्धि भवति चेत् तत्र भिन्नसूत्रं किम् अर्थं अस्तु, इदानीं तु पद एकस्मिन् पदान्ते उकार अस्ति, अन्यस्मिन् पदा नो चेत् अन्यस्मिन् भागे तत्र अन्ति अस्ति खलु, अकार अस्ति, यन् सन्धि भवेत्। हा, परन्तु इको यणचि, इको यणचि अस्ति, अचिष्णु धातुभ्रुवमपि अस्ति, कथं जानीमः कस्य कार्यं भवति? इको यणचि तत्तु षष्ठ गणे षष्ठ अध्याये अस्ति खलु। इको यणचि पूर्वसूत्रमस्ति, इको यणचि भवतः भवत्याः प्रश्नः समीचीनः, परन्तु मम तस्य प्रश्नः अस्ति, इतात् भवती यथा कथयति तथा कार्यं भवति। अहं सूत्रसङ्ख्या न जानामि महोदय। इको यणचि 6177 अस्ति, अचिष्णु 6477 अस्ति। ओ अस्तु अस्तु अस्तु, अहं लास्ट् टैम् ऐ हर्ड् 3, अतः मम तृतीय अध्याये इति श्रुतवती, अतः तथापि अस्ति चेत् वस्तुतः भ्रमस्य आवश्यकता नास्ति, किमर्थम् इको यणचि इति अङ्ग इति अधिकारे नास्ति, इको यणचि सन्धिकार्यमस्ति खलु। अचिष्णु धातुभ्रुवाम् इति अङ्गकार्यमस्ति, अङ्गकार्यम् अतः तत् परसूत्रमेव भवति, यतोहि अङ्गकार्यं 6.3 ऐ थिङ्क् 6.3 इत्यतः अग्रे भवति, सन्धिकार्यं तु यत् अजन्त स्वरसन्धिस्ति, अतः परसूत्रमस्ति, परसूत्रमस्ति, यतः इकोणचि इति कार्यं न कृतः अचिष्णु करोति, परन्तु अत्र अचिष्णु अपि नास्ति, उष्णुवः अस्ति, तत्र स देर् आर् सूत्र देर् आर् कौण्टर् सूत्र देर् आर् कौण्टर् कौण्टर् सूत्र, तथा शैली अस्ति खलु, तथैव अस्ति अलोन्त्यस्य इति सूत्रमस्ति, सत्यं सूत्रमस्ति च अपि अस्ति, कौण्टर् कौण्टर् टु कौण्टर् अस्ति, तर्हि अग्रे पश्यामः। अस्तु, धन्यवादः महोदय। अरुणा महोदय अग्रे पठतु, किमर्थं स्थलत्रये भिद्यन्ते? अरुणा महोदय अस्ति वा? लेफ्ट्। अस्तु, मीना महोदय पठतु अग्रे, किमर्थं स्थलत्रये भिद्यते? किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते? सर्वेषामपि स्वादिगणेयधातूनाम् अङ्गम् उकारान्तम् उकारान्तं भवति, शक्योगः नु शक्नु, चियोगः नु चिनु, तर्हि शक्नु चिनु च अनयोः अङ्गयोः भेदः किम्? भेदः कः? शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति। एकनिमिष, सुमन् महोदय भवत्याः शङ्कायाः निवारणम् अत्र अस्ति, भेदः कः? पठतु मीना महोदय। हलोन्तराः संयोगः इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति, तर्हि शक्नु इति अङ्गे ककारनकारयोः वर्णयोः संयोगः संयोगसंज्ञा स्वादिगणे धातुः हलन्तः चेत् तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव, धातु हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति, धातु हलन्तः तस्मात् नु संयुज्येन चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति, शक्नुत्यस्मिन् खनन् आपु इत्यस्मिन् प्नन् अश्नु इत्यस्मिन् श्नन्। किं लिखितम् अत्र? किमर्थं भेदः अस्ति इति हल धातु शक्नु धातु स्नु धातु स्नु विकरणं प्रत्ययं प्रत्ययत् अनन्तरं सर्वे धातुः नु एव अन्तिमवर्णः परन्तु तस्मात् प्राक् किं संयोगः उकारान्तात् प्राक् शक्नु इति उकारान्तात् प्राक् संयोगः कथम् अस्ति इति उक्तमत्र द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा इति भवति शक्नु इति शक्नु इति अङ्गे इक् इक् इन्नु इति अङ्गे ककारनकारयोः संयोगः भवति आचवर्णः नास्ति इक् इन् शक्नु इति पदे इक् इन्नु मध्ये अनन्तरं मध्ये अचवर्णः नास्ति तस्मात् संयोगः अस्ति परन्तु चिनु मध्ये उकारान्तात् प्राक् इन् भवति संयोगः नास्ति तदेव भेदः अस्ति तर्हि अस्माकं प्रश्नः अस्ति खलु शक्नु अपि उकारान्त चिनु अपि उकारान्त परन्तु एकस्मिन् पक्षे एकं कार्यं भवति अन्यस्य कृते अन्यकार्यं भवति तर्हि किमर्थं भेदः भेदस्य कारणमस्ति उकारात् पूर्वं यदस्ति तत् संयोगः अस्ति न वा तर्हि शक्नु मध्ये उकारात् प्राक् किमस्ति क्न इति अस्ति खलु क्न उकारात् प्राक् संयोगः अस्ति परन्तु चिनु मध्ये उकारात् प्राक् नकारः एव अस्ति संयोगः नास्ति शक्नु मध्ये संयोगः अस्ति अतः एकं कार्यं भवति चिनु मध्ये संयोगः नास्ति अतः भिन्नकार्यं भवति तर्हि अतः यत्र यत्र हलन्तधातुः अस्ति नाम यत्र यत्र धातोः अन्ते व्यञ्जनमस्ति हल् वर्णः अस्ति तस्य यदा नु इत्यनेन यदा सन्धिः भवति वर्णमेलनं भवति तदा सर्वदा उकारात् प्राक् संयोगवर्णः भवति यतोहि हलन्तधातुः तस्य अन्तिमहल् वर्णः तदनन्तरं नकारस्य मेलनेन यद्भवति तत् संयोगः एव अस्ति खलु अतः हलन्तधातुः अस्ति चेत् उकारात् प्राक् सर्वदा अत्र संयोगवर्णः अस्ति परन्तु यत्र अजन्तधातुः अस्ति तत्र अजन्तधातुः योगः नु यदा भवति तत्र उकारात् प्राक् केवलं नकारः एव भवति तत्र कदापि संयोगः न भवति अतः प्रथमतया मातृभिः तत्र भेदः तत्र वर्गद्वयं कृतम् अजन्तधातुः हलन्तधातुः तस्य कारणम् इदमेव यतोहि अजन्तधातुः अस्ति चेत् नु इति प्रत्ययस्य योजनानन्तरम् उकारात् प्राक् संयोगः नास्ति हलन्तधातुः अस्ति चेत् उकारात् प्राक् संयोगः अस्ति संयोगः अस्ति चेत् एकं सूत्रमस्ति संयोगः नास्ति चेत् अन्यसूत्रम् अतः कार्यभेदः भवति सम्यक् महोदय नो चेत् किं भवति इत्युक्ते तत्र हल् वर्णत्रयं क्रमेण आगच्छति आम् तत्र उवा इय न आगच्छति चेत् तत्र तत् इदानीं तु श्नु धातोः अकिष्णु धातो ब्रुवाङ् युवङ् न कार्यं करोति चेत् तत्र हल् वर्णत्रयं क्रमेण आगच्छति यत् हि क न व अतः तत्र ब्रेक् दातुम् इच्छति तथा किमपि नास्ति तथा किमपि नियमः नास्ति यत् नियमः नास्ति किन्तु वक्तुं सुलभं खलु अस्तु शक्नुवन्ति सरलमेव अस्ति कुत्रापि वदनं शक्नुवन्ति शक्नुवन्ति न तत्र न न भवति खलु शक्नुवन्ति भवति शक्नुवन्ति आम् अस्तु तथा तथैव चिन्तनम् अस्ति कर्तुं शक्नुमः परन्तु तादृशं चिन्तनं तादृशम् अस्ति अतः नियमः कृतः इति अस्ति न वा न जानामि परन्तु भेदः तस्य भेदस्य कार्यमस्ति संयोगः अस्तु मीना महोदय अग्रे पठतु क्षम्यतां महोदय सङ्गणक प्रमादः भवति भवती अग्रे पठतु अत्र मीना महोदय अग्रे पठतु स्वादिगणे स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात्वात् संयोगः अस्ति अजन्तधातूनाम् अङ्गे उकारात्वात् संयोगः न कदापि भवति चीयोगः नु चिनु अत्र ची धातु अजन्तः इकारान्तः अतः नकारेण सह हल् वर्णस्य संयोगः नास्ति तथैव सर्वत्र अजन्तधातुषु सु योगः नु सुनु वृ योगः नु वृणु अत्रैव हलन्त अजन्तयोः भेदः हलन्तेषु अङ्गस्य यः उकारः सः संयोगपूर्वः उकारः अजन्तेषु अङ्गस्य यः उकारः सः असंयोगपूर्वः उकारः अस्माभिः पूर्वमेव पठितं धातुः अस्ति चेत् उकारात् प्राक् संयोगः तादृशः उकारः संयोगपूर्वः उकारः इति उच्यते अजन्त अङ्गमस्ति चेत् धातुः अस्ति चेत् उकारः अस्ति तत् तस्मात् संयोगः नास्ति अतः तादृशः उकारः असंयोगपूर्वः उकारः तर्हि संयोगपूर्वः उकारः अस्ति चेत् एकं कार्यमस्ति असंयोगपूर्वः उकारः अस्ति चेत् भिन्नकार्यमस्ति प्रत्येकस्य कृते सूत्रमस्ति अस्तु अग्रे हलन्त अजन्तधातोः मध्ये तिङन्तेषु स्थलत्रये भेदः वर्तते तस्य कृते सूत्रत्रयं प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः यत् अङ्गे उकारः संयोगपूर्वः चेत् अङ्गे उकारः संयोगपूर्वः चेत् कार्यं भिद्यते असंयोगपूर्व उकारः केवलम् अजन्तधातुषु भवति अतः यत्र सूत्रेषु असंयोगपूर्वः दृश्यते तत्र अजन्तधातुः इति बोध्यम् यत्र यत्र यत्र उकारान्तपूर्वम् असंयोगपूर्वं दृश्यते तत् अजन्तधातुः इति ज्ञातव्यं यत्र उकारान्तात् प्राक् असंयोगपूर्वः चेत् कार्यं हलन्तमिति वा हलन्तधातुः इति ज्ञातव्यम् यत्र यत्र असंयोगपूर्व अस्ति तत्तु केवलम् अजन्तधातु यत्र अस्ति तत्र एव भवितुं शक्नोति यत्र यत्र संयोगपूर्व अस्ति तत्तु केवलं हलन्तधातु अस्ति चेदेव भवितुं शक्नोति इति बोध्यम् अस्तु धन्यवादः महोदय सर्वे अवगच्छन्ति वा भेदः किमर्थं भवति तत्र भेदस्य कारणमस्ति असंयोगपूर्वः नो चेत् संयोगपूर्वः असंयोगपूर्वः केवलम् अजन्तकृते भवितुं शक्नोति संयोगपूर्वः केवलं हलन्तकृते अतः प्रथममेव अस्माभिः वर्गद्वयं कृतं हलन्धातुः अजन्त अस्तु अग्रे अरुणा महोदय पठतु प्रथमभेदः आं महोदय प्रथमभेदः अजाद्यपित्सु हलन्तधातूनाम् उवङ् अजन्तधातूनां यन् वयं पठितवन्तः अजादि अपित्सु हलन्तदातूनाम् उवङ् आदेशः भवति, अजन्तदातूनां यण् आदेशः भवति इति दत्तम्। अजादि अपित्सु उवङ् आदेशः इति सामान्यनियमः। हलन्तदातवः सामान्यः, अतः ते इमां नियं पालयन्ति। अजन्तदातवः अत्र अपवादभूतः, तेषां यण् आदेशः भवति अवङ् प्राबद्य तदर्थं किं महोदय अजिष्णु धातु ब्रुवाम् इति सामान्यसूत्रमस्ति, अतः तत्तु सर्वत्र कार्यं करोति, परन्तु अतः फलं धातूनां कृते अजादि अजिष्णु धातु ब्रुवाम् इति सूत्रेण उवङ् भवति, परन्तु संयोग असंयोगपूर्व उकारः अस्ति चेत्, नाम अजन्तधातुः अस्ति चेत् अन्यसूत्रम् अपवादभूतत्वात् कार्यं करोति। तद् अन्यसूत्रमस्ति हुष्णुवोः सार्वधातुः। तर्हि हुष्णुवोः सार्वधातुके इति सूत्रम् अतिष्णुधातुभ्रुवाम् इति सूत्रस्य अपवादः भवति, तस्य सूत्रस्य निमित्तमस्ति असंयोगपूर्वः उकारः। अग्रे पश्यामः। अस्तु, उदाहरणं पश्यतु, पठतु शक्नु। उदाहरणं शक्नु योगः अन्ति, शक्न योगः उ योगः अन्ति, शक्नुवन्ति। अत्र संयोगपूर्वकधातु हलन्तधातुः अस्ति, ततः एव उवङ् आदेशः भवति। छिनु योगः अन्ति, छिन् योगः वा वकारयोगः अन्ति, चिन्वन्ति। छिनु धातु असंयोगपूर्वक अजादि धातु अस्ति, ततः इदन्तदातुः इदन्तदातुः, ततः यन् आदेश उस्थाने वकार आगच्छति। स्युष्णुः स्नुः इति सूत्रेण स्नुवोः सर्वतादृ सूत्रसूत्रेण वकारः आगच्छति, ततः चिन्वन्ति इति रूपं निष्पन्नं भवति। अत्र तर्हि अत्र इदानीम् अग्रे पश्यामः, अत्र तर्कस्य क्रमः कीदृशः अस्ति, तर्कक्रमः कीदृशः अस्ति इति अग्रे पश्यामः। अस्तु अग्रे अत्र पठामि महोदय। अत्र तर्कक्रम एवं शक्नु योगः अन्ति, अत्र अङ्गम् उकारान्तं प्रत्ययः अजादि अपि, अस्मिन् प्रसङ्गे यन् सन्देहे प्रसक्तिः कोणाचि, इदं सूत्रं सर्वसामान्य इक् पूर्वम् अच् परे चेत् सर्वत्र प्रसक्तम्। अतः शक्नु योगः अन्ति, शक्न वन् वकार अन्ति, शक्नवन्ति इति भवति स्म इको यनिचि इति सूत्रेण, किन्तु यन् सन्धि प्रबाद्य अचिष्टु धातु ब्रुवां युवो युवाङ्गौ इति सूत्रम् उवङ् विधीयते। तदेव भवतः उक्तम् सामान्यतया शक्नु योगः अन्ति, अत्र उ योगः आ अस्ति अच् अस्ति चेत् इको येन सूत्र येन अधिसूत्रं कार्यं कर्तुम् आगच्छति, परन्तु इको येन सूत्रं सामान्य सूत्रं ततः तद् प्रबाद्य अजिष्णुधातु ब्रुवां युवो युवाङ्गो सूत्रं कार्यं कर्तुं शक्यते, प्रबाद्य तदेव अत्र दत्तम्। तर्हि वस्तुतः इदमेव अस्ति, यत्र कुत्रापि अन्ते पूर्वम् इकार उकार अस्ति, तदनन्तरम् अचवर्णः अस्ति, तत् सर्वत्र इको यणचि इति सर्वसामान्यं सूत्रमस्ति, तस्य सर्वत्र प्रसक्तिः भवति खलु। परन्तु तदनन्तरम् अन्यसूत्राणि अपि सन्ति ये अपवादरूपेण आगच्छन्ति। तर्हि अत्र इको यणचि इति सामान्यसूत्रं, परन्तु अचिष्णु धातु भ्रुवां युवोर्यङ्गो इति इको यणचि इति सूत्रस्य अपवादः अपवादः अस्ति, अतः तस्य कार्यं प्रथमं भवति। तर्हि शक्नुयोगः अन्तिमध्ये इको यणचि अपि कार्यं कर्तुं शक्नोति, प्रसक्तिः अस्ति, अचिष्णुधातुभ्रुवां युवोर्यमवङ्गौ अपि कार्यं कर्तुं शक्नोति। तर्हि कस्य कार्यं भवति, अतिष्णुधातु ब्रुवां, यतोहि अतिष्णुधातु ब्रुवां यवो यं वन्दो इति अपवादसूत्रमस्ति. यदि अतिष्णुधातु ब्रुवां यत्र यत्र कार्यं करोति तत्र तत्र इको यणचि आगत्य कार्यं करोति तर्हि अतिष्णु इति सूत्रस्य निरवकाशः भवति खलु. अतः तत्र अपवादत्वेन अतिष्णुधातु इति कार्यं कृत्वा शक्नुयोगः अन्तिमध्ये शक्नुवन्ति इति अस्ति. तदेव अस्ति इको यणचि सर्वसामान्यं सूत्रं, तदनन्तरम् अतिष्णु उष्णुवोः एतत् सर्वे सर्वाणि विशेषसूत्राणि सन्ति ये अपवादत्वात् यानि अपवादत्वात् कार्यं कुर्वन्ति. अस्तु तर्हि अग्रे इको यणचि सूत्रं पठतु. इको यणचि इकः स्थाने यण् आदेशः स्यात् अचिपरे संहितायां विषये. इकः यण् स्यात् सवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचिपरे अकः सवर्णदीर्घः इत्यनेन यन् बाधितम्. इकः षष्ठ्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायां सूत्रं वर्णनं विवरणं दत्तम्. इको यणचि षट् अध्याये प्रथमपादे सप्तसप्तति सूत्रम् इकः स्थाने यण् आदेशः स्यात् अचिपरे संहितायाम् अधिकार संहिताम् अधिकारे अस्ति इको यणचि सूत्रम्. इक् स्थाने यण् आदेशः निमित्तम् अचिपरे. तदनन्तरम् अनुवृत्तिसहितसूत्रं वदति इकः यण् अचि संहितायाम् इति अधिक संहितां सूत्रं न अङ्गकार्यं सूत्रम् अधिकारसूत्रं केवलं संहितायाम् अधिकारसूत्रम् अङ्गस्य अधिकारे नास्ति इति अधिकारे नास्ति इतत्तु वयं जानीमः. इको यणचि सूत्रं किं भवति वदति संहिताविषये नाम सन्धिविषये इक् वर्णस्य अनन्तरं यदि अच् वर्णः अस्ति चेत् इकारस्य स्थाने यण् भवति इक् इक् इक् वर्णस्थाने यण् वर्णः भवति इति तु सर्वसामान्यं सूत्रं वयं जानीमः इको यणचि. तदनन्तरं प्रथम अपवादसूत्रमस्ति अचिष्णु धातु भुवां युवोर्यं गुगङ्गौ सूत्रं पठतु महोदय. अचिष्णुधातु धातु ब्रुवां युवो युवाङ्गौ स्नुप्रत्यय अङ्गस्य स्वादिगणस्य अङ्गस्य यथा स्नु इति शक्नु इत्यस्य इकारान्त उकारान्तधातुरूपी अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवं च आदेशः भवति अजातिप्रत्ययपरे. स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः. नाम अत्रे स्नु इति लिखितमस्ति परन्तु स्नु इति लेखनस्य तात्पर्यं न केवलं स्नु एव परन्तु तादृश अङ्गं यस्य अन्ते स्नु अस्ति. प्रत्याग्रहणे तदन्तग्रह्य इति परिभाषा अस्ति येन किं यस्य किं तात्पर्यं यत्र यत्र सूत्रे केवलं प्रत्यय इति लिखितमस्ति तत्र केवलं साक्षात् प्रत्ययस्य केवलं ग्रहणं न अपि तु तादृश अङ्गाः यस्य तादृश अङ्गानि यस्य अन्ते प्रत्ययः अस्ति तेषामपि ग्रहणं भवति. तर्हि स्नु इत्युक्ते वस्तुतः प्रत्यय सूत्रे केवलं स्नु इति प्रत्ययः लिखितमस्ति परन्तु तस्य प्रत्ययस्य तात्पर्यं किं तादृश अङ्गानि येषाम् अन्ते स्नु अस्ति. अस्तु अग्रे यवोः इति नोः इति विशेषणं धातु शब्दस्य एव यतोहि स्नुप्रत्ययान्त अङ्गं भूप्रातिपादिकं च उकारन्तः एव अतः तत्र इयं इत्यस्य प्रसक्तिः नास्ति. यवोः इति विशेषणं सूत्रम् अत्र युवोः अस्ति धातुशब्दस्य एव यतोहि न अवगतं महोदय सहायं तत्र अचिष्णु धातुध्रुवां युवोः अत्र युवोः इत्यस्य अर्थं किम् इति लिखितमस्ति युवोः इति धातु यत् लिखितमस्ति तस्य विशेषणमस्ति नाम श्नुमध्ये तु वयं जानीमः उकारान्त एव अस्ति ब्रूमध्ये अपि वयं जानीमः उकारान्त एव अस्ति अतः युवोः तस्य साक्षात् तस्य यत् कनेक्षन् अस्ति तद् धातु इत्यतः भवति युवोः धातुः नाम तादृशधातुः यत् यकारान्त नो चेत् वकारान्त अस्ति अचि श्नु एकं श्नु अस्ति एकं ब्रु अस्ति एकं युवो धातु अस्ति नाम तादृशधातु यत् यकारान्त अथवा वकारान्त भवति अतः युवोः इति धातोः विशेषणम् अस्ति अग्रे तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणयोग्यम् येन विदि श्नु मध्ये आवश्यकता नास्ति तत्र लिखितमेव अस्ति उकारान्त अस्ति ब्रूमपि उकारान्त अस्ति एव तर्हि युवोः तस्य तत् केवलं धातोः इति कृते तस्य विशेषणं भवति अग्रे येन विदि ददन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः स्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः स्नुधातु ब्रुवः तेषां स्रुधातु ब्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः इवोः इयं च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ् उवङ्गौ अचिसप्तम्यन्तं सृधातु सृधातु ब्रुवां षष्ट्यन्त्यम् युवोः षष्ट्यन्तम् इयाङ् उवङ्गौ पदमान्तम् अनेकपदविधं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः स्नुधातु ब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि महोदय मया न अवगतम् अत्र श्नुश्च धातुश्च ब्रुश्च तेषां तत्र धातु किं धातु अत्र उक्तं धातु तत्र केवलं धातु इति उक्तं परन्तु अग्रे युवोः इति लिखितमस्ति खलु तेन वयं ज्ञातुं शक्नुमः यत् तादृशी धातु तादृशी तादृशधातु यस्य अन्ते इकार वकार अस्ति वयम् अचिष्णु युवोः धातो ब्रुवाम् इति अपि पठनीयम् तत्र युवोः इति अस्ति खलु युवोः किम् अस्ति इकारश्च उकारश्च तयोः द्वन्द्वः समासः भूत्वा यु इति भवति तयोः युवोः षष्ठी द्विवचनं तर्हि तत्र युवोः इति धातोः विशेषणम् अस्ति नाम तादृशी धातु यस्य अन्ते इकार उकारः भवति तर्हि यथा अरुणा महोदय उक्तं वस्तुतः तस्य पठनस्य कथं पठनं तस्य युवोः श्नु धातु भ्रुवाम् अत्र यथा इकार उकारयोः नाम इकार उकार तस्य द्वन्द्वः कृत्वा यवोः यु भवति तदनन्तरं षष्टि एक द्विवचनं यवोः तर्हि यवोः श्नु धातु ब्रुवाम् इति लिखितमस्ति खलु तर्हि यकारान्त अथवा वकारान्त श्नु धातु ब्रु इति अस्ति तस्य इयङ् उवङ् आदेशः भवति इति सूत्रस्य अस्ति पुनः शृणोतु यवोः इत्युक्ते यकारान्त वकारान्त इकारान्त उकारान्त धातु इकारान्त उकारान्त तर्हि यवोः नाम इकारान्त नो चेत् उकारान्त श्नु अङ्गं धातुरूपी अङ्गं ब्रू इति प्रातिपदिक अङ्गम् अस्ति चेत् तस्य अङ्गस्य यङ् अथवा उवङ्ग आदेशः भवति अच् प्रत्ययपरे अस्ति चेत् अच् अच् अच् परे अस्ति चेत् इकार उकार धातु हा तर्हि श्नुमध्ये अपि श्नुमध्ये तु वयं जानीमः तत्र इकार उकार तस्य आवश्यकता नास्ति यतोहि तत्र श्नुमध्ये तु साक्षात् उकार दृश्यते भ्रूमध्ये साक्षात् उकारः दृश्यते तर्हि वस्तुतः युवोः यत् अस्ति तस्य यत् तस्य मेलनं वस्तुतः धातु धातुसह भवति तर्हि यथा महोदया उक्तं श्नु भ्रू युवो धातु इति अपि पठितुं शक्नुमः श्नु भ्रू युवोः धातोः धातु अङ्गानाम् इयङ्गुवङ्गौ अस्ति उदाहरणमस्ति वा अदादिगणे पठितं खलु उदादिगणे पठितम् अस्माभिः अदादिगणे भवति महोदय धातु इकार उकार धातुरूपे अङ्गं भवति उदादिगणे अपि अस्ति आमाम् अदादिगणे अपि अस्ति सुदादिगणे अपि अस्माभिः पठितं खलु उदादिगणे धातु अस्ति इकारानुधातुः तदनन्तरं श इति प्रत्ययः अस्ति श मध्ये केवलम् अ इति अवशिष्यते अतः विकरणप्रत्ययः अजादि अपि अस्ति अतः तत्र अपि इकारात् धातुः अस्ति चेत् तुदादिगणे इयङादेशः भवति खलु अस्माभिः पठितमस्ति अत्र अस्मिन् गणे स्वादिगणे अस्य सूत्रस्य महत्त्वं कुतः भवति श्नु तुदादिगणे अस्य सूत्रस्य प्रसक्तिः श्नु इति भागेन भवति अन्यभागे अन्यभागेन न भवति अस्तु तर्हि अत्र लिखितमस्ति खलु स्वादिगणे फलितार्थः एवं यत् अजादि अपि तु श्नु प्रत्ययान्त उकारान्त उकारस्य स्थाने उगङ्गादेशः भवति सर्वेषां स्वादिगण्यधातूनां कृते अस्य सूत्रस्य प्रसक्तिः यतोहि सर्वेषां स्वादिगण्यधातूनां कृते नु इति अन्ते भवति श्नु इति भवति खलु तर्हि सुदादिगणे अस्य सूत्रस्य प्रसक्तिः धातु इति भागात् भवति इकारान्तधातुः उकारान्तधातुः स्वादिगणे अस्य सूत्रस्य प्रसक्तिः श्नु इति भागात् भवति श्नु अन्ते अस्ति अतः अस्य इदं सूत्रं कार्यं करोति अस्तु इति अस्ति अचिष्णुधातुः भवान् अग्रे विजया महोदय धन्यवादः अग्रे पठतु उवङ्ग् इति आदेशस्य नकारस्य अकारस्य च इत् संज्ञा भवति अतः उ अवशिष्यते उ इत्यस्मिन् एकः एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः उ युव् इति अतः अनेकाल्चित् अनेकाल् अस्ति तर्हि अत्र अनेकाल्चित् सर्वस्य इत्यनेन शक्नु इत्यस्य पूर्णतया स्थाने उवङ्ग् परन्तु नित्ता निच्च इति अपवादसूत्रेण आदेशः नित् चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः उवङ्ग् नित् अतः शक्नु इत्यस्य उकारस्य एव स्थाने उ आदेशः भवति न सर्वस्य स्थाने तुदादिगणे अपि एतादृशं कार्यम् अवलोकितम् इकारान्तधातुषु उकारान्तधातुषु च तदेव मया इदानीम् उक्तम् इकारादिगणे इकारान्त उकारान्तधातु कृते भवति स्वादिगणे श्नु अस्ति अतः भवति परन्तु कार्यं समानमेव अस्ति तर्हि उ भवति अत्र पश्यतु अत्र उ अस्ति उ अनेकाल् अस्ति तर्हि प्रश्नः अस्ति यत् उ सर्व अङ्गस्य स्थाने आगच्छति अथवा केवलम् अन्तिम उकारस्य स्थाने आगच्छति तर्हि उ इति अनेकाल् अस्ति खलु उ व वर्णद्वयमस्ति अनेकाल् अस्ति अतः अनेकाल्चित् सर्वस्य इति सूत्रेण सम्पूर्ण अङ्गस्य स्थाने भवेत् परन्तु निच्च इति अपवादसूत्रम् आगत्य वदति यत् अनेकाल् अस्ति चेदपि यदि आदेशः दित् अस्ति तर्हि केवलम् अन्तिमवर्णस्य स्थाने आगच्छति तत्र उवङ्ग् नकार नित् अस्ति अतः उ केवलम् अन्तिमवर्णस्य स्थाने आगच्छति अतः शक्नु मध्ये केवलम् अन्तिम उकारस्य चिनु मध्ये अन्तिम उकारस्य स्थाने एव भवति न तु सम्पूर्ण शक्नु सम्पूर्णचिनो स्थाने निश्च इति सूत्रं सर्वे अवगच्छन्ति वा अत्र एतत् सम्यक्तया उक्तं तर्हि क्लेशः नास्ति अत्र वारं वारं लिखितमस्ति, वस्तुतः अनेकार्षि सर्वस्य निश्च इति सूत्रम् अस्माभिः पठितं पूर्वमेव, परन्तु अत्र किमर्थं पुनः लिखितं? तस्य आवश्यकता अस्ति यत् वारं वारम् एतादृशं चिन्तनं करणीयम्। ओ, यत्र कुत्रापि आदेशः भवति, स्थानिनः भवति, तत्र सर्वदा एतादृशं प्रश्नः करणीयम्, एषः आदेशः कुत्र आगच्छति? अन्तिमवर्णे आगच्छति, सम्पूर्णाङ्गस्य स्थाने आगच्छति, मध्ये आगच्छति, कथं जानीमः? एतत् एतादृशं चिन्तनं सर्वदा करणीयम्। तादृशकृते एतानि परिभाषासूत्राणि सन्ति, अलोन्त्यस्य, अनेकाशित् सर्वस्य, निच्च, ये यत्र यत्र आदेशकार्यं भवति तत्र तत्र आगत्य अस्माकं मार्गदर्शनं कुर्वन्ति यत् ओ अनेकाल् अस्ति चेत्, किमपि लिखितं नास्ति चेत् सामान्यतया अन्तिमवर्णस्य स्थाने, अनेकाल् आदेशः अस्ति चेत् तर्हि सामान्यतया सर्वस्थानिनः स्थाने भवति, परन्तु यदि अनेकाल् अस्ति चेदपि नितपि नित् अस्ति तर्हि पुनः सर्वस्थानिनः स्थानेन अपि तु केवलम् अन्तिमवर्णस्य स्थाने। एतादृशं चिन्तनं सर्वदा करणीयं, सर्वदा करणीयम्। अतः यद्यपि एतानि सूत्राणि अस्माभिः पूर्वं पठितानि, तद्यपि तथापि वारं वारम् अत्र लिखितानि, सर्वदा करणीयं। तत्र यतोहि किमर्थं करणीयं? सूत्रे साक्षात् लिखितं नास्ति खलु अन्तिम उकारस्य स्थाने करोतु, सर्वस्य स्थाने करोतु इति नास्ति। अतः परिभाषासूत्र आनीय तस्य मार्गदर्शनं तस्य निवारणं करणीयम्। अस्तु, अग्रे गच्छतु महोदय, अत्र लिखितमस्ति खलु निश्च अपि इति पठ इति अस्माभिः पठितम्, तत्र तर्हि अचि श्रु धातु ब्रुवाम् इति पठतु। तर्हि अचि श्रु धातु ब्रुवाम् इवोर् इव इयङ् उवङ् इति सूत्रेण अजादि अपेत्सु श्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ् आदेशः। सर्वेषां स्वादिगणीयधातूनां कृते हलन्तधातूनामपि अजन्तधातूनामपि, हलन्तधातूनाम् इत्युक्ते तत्र शक्, अजन्तधातूनां चेत् तत्र चि इति धातु, अयम् उवङ् आदिष्टः। किन्तु अत्र श्नुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्ययः सम्बन्धि उकारः असह्योः पूर्वः चेत् यन् आदेशः विधीयते। तत्र एतत् सूत्रेण तत्र यन् आदेशः भवति, परन्तु अचि श्नुवोः धातु एतत् सूत्रेण उवङ् इयङ् उवङ् आदेशः भवति। यत् सामान्यसूत्रमस्ति अचिष्णु धातु ब्रुवां, तस्य प्रसक्तिः सर्वत्र भवति स्वादिगणे, चिनु मध्ये अपि शक्नु मध्ये अपि, तेन उवङ् आदेशः भवति। परन्तु हुष्णोः सार्वधातुके इति सूत्रम् आगत्य वदति यदि संयोगपूर्वः उकारः अस्ति चेत् यण आदेशः भवति। तर्हि इदं सूत्रम् अचिष्णु धातु ब्रुवाम् इति सूत्रस्य अपवादसूत्रमस्ति इति ज्ञातव्यम्। तर्हि सूत्रं किं वदति, अग्रे पठतु विष्णुवोः सार्वधातुके। विष्णुः सार्वधातुके हु धातुः च अनेकाल् श्नु प्रत्ययान्तम् अङ्गं च तयोः असह्योः पूर्वस्य अङ्गान्तस्य उकारः स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्ययपरे। स्नानेन्द्रतमः इत्यनेन उकारस्य स्थाने यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः, येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति, अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः, यस्मिन् विधि तदा अल् ग्रहणे वार्तिकमस्ति अत्र अस्ति इत्यनेन अचि इत्युक्ते अजादिप्रत्यये, हुः च स्नुः च तयोः इतरेतरद्वन्द्वः श्नुवौ तयोः श्नुवोः न विद्यते पूर्वः संयोगः, यस्मात् सः असंयोगपूर्वः बहुवीर्घिः तस्य असंयोगपूर्वस्य, विष्णोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचि स्नुवो धातु भ्रुवं युवो युवो रियङ् उवङ् इत्यस्मात् अचि इत्यस्य अनुवृत्तिः युको इनो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः एरनको एरनकाचो असह्योः पूर्वस्य इत्यस्मात् अनेकाचः असह्योगपूर्वस्य इत्यनयोः अनुवृत्तिः ओहो सुपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः श्नुवो असह्योगपूर्वस्य ओहो अङ्गस्य यन् अचि सार्वधातुके भवानेव वदतु जि भवती वदतु समयः समयः एतत् भवान् एव वदतु जि तत्र सम्यक् एव एतत् किञ्चित् द्वे सूत्रमेव तत्र येन विधि तदन्तसि इति यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः तत्र श्नुः धातु श्नुः च धातुः च भ्रुवः तेषाम् इतरेतरद्वन्द्वः तत्र अनन्तरम् एतत् तादृशमेव इयङ् उवङ् इति आगच्छति चेत् तत्र श्नुवोर् अचि श्नुवोर् धातु कार्यं करोति प्रत्ययग्रहणे तदन्ता ग्रह्यः ग्राह्यः इति परिभाषासूत्रम् अत्र किं कुर्मः अत्र समयः अभावः अस्ति अतः सूत्रस्य अर्थं वदामः अग्रिमरविवासरे बृहत् पठामः अत्र सूत्रं किमस्ति अनुवृत्तिसहितसूत्रम् अनेकाचः पुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके तत्र बहूनि शब्दानि सन्ति प्रथममस्ति अनेकाचः हुष्णुवोः तर्हि धातु यदि हू धातु अस्ति नो चेत् अनेकाच् नाम अनेकाच श्नु प्रत्ययान्त अङ्गमस्ति नाम हू धातुरूपी अङ्गम् अथवा अनेकाच श्नु प्रत्ययान्त अङ्गम् अस्ति चेत् असंयोगपूर्वस्य ओः अङ्गस्य कीदृशम् अङ्गम् ओः ओहो इत्युक्ते अत्र ओ किमस्ति उकारस्य षष्ठीविभक्ति तर्हि उकारस्य षष्ठीविभक्ति नाम उकारान्त अङ्गम् ईदृश उकारान्त अङ्गम् असंयोगपूर्व नाम तादृश उकारान्त अङ्गं यस्य यत्र उकारात् प्राक् संयोगः नास्ति तर्हि यदि तादृशम् अङ्गमस्ति यत्र अन्ते उकारः अस्ति यदि तादृशम् अङ्गमस्ति यत् अथवा यत् भूधातुः अस्ति नो चेत् तादृशम् अनेकाल् श्नु प्रत्ययान्त धातु यस्य उकारस्य यस्य उकारात् यस्मात् उकारात् प्राक् यस्य उकारात् प्राक् संयोगः नास्ति तस्य अनन्तरं यदि अजादिसार्वधातुकप्रत्ययः अस्ति अजादिसार्वधातुकप्रत्ययः अस्ति तर्हि तस्य उकारस्य स्थाने यण् प्रत्याहारस्य वर्णः नाम वकारः भवति तर्हि निमित्तं किं किं भूधातु नो चेत् तादृश श्नु प्रत्ययान्त अङ्गं यत् अनेकादस्ति यस्य उकारात् प्राक् असंयोगः अस्ति संयोगः नास्ति तर्हि चिनु अस्ति खलु चिनु चिनु इति अङ्गमस्ति तत्र उकारान्त अङ्गमस्ति उकारात् प्राक् संयोगः नास्ति तस्य अनन्तरं यदि अजादि सार्वधातुकप्रत्ययः अस्ति तर्हि उकारस्य स्थाने वकारः भवति यण् प्रत्याहारस्य वकारः नाम यण् सन्धि इव दृश्यते परन्तु इको यणसि इति सूत्रात् यण् न भवति अपि तु उष्णुवोः सार्वधातुके इति सूत्रात् यण् अतः अत्र लिखितमस्ति खलु अत्र असंयोगपूर्वस्य यण् भवति तर्हि सामान्यसूत्रम् अचिष्णु धातु भवान् परन्तु तत्र असंयोगपूर्व अस्ति चेत् अपवादेन अनेकाच उष्णुवोः इति कार्यं करोति असंयोग नास्ति चेत् नाम संयोगपूर्व अस्ति चेत् सामान्यरूपेण अचिष्णु धातु इति कार्यं करोति इति वार्ता अस्ति तर्हि यद्यपि अचिषु धातुमध्ये साक्षात् लिखितं नास्ति संयोग असंयोग परन्तु अस्य सूत्रस्य सहायतया फलितरूपेण वयं द्रष्टुं शक्नुमः यत् अचिषु धातु ब्रुवाम् इति सूत्रस्य कार्यं स्वादिगणे केवलं संयोगपूर्व उकारः अस्ति चेत् नाम हलन्तधातुः अस्ति चेदेव कार्यं भवति. यदि असंयोगपूर्वः उकारः अस्ति चेत् नाम अजन्तधातुः अस्ति चेत् स्वादिगणे तत्र कुष्णुवोः इति सूत्रेण ज्ञादेशः इति अस्ति. अवगच्छन्ति वा सर्वे? अग्रिमरविवासरे पुनः एतत् सूत्रं पठिष्यामः. सूत्रमस्ति तत्र ओः सुपि अनन्तरं एतदपि तत्र कार्यं करोति खलु जि? अस्तु अस्तु. अग्रिमरविवासरे कक्षा भवति किम्? अग्रिमरविवासरे कक्षा करणीया वा? अहं कर्तुं शक्नोमि. अत्र भारतदेशे थेङ्क्स् गिविङ्ग् नास्ति जि, अतः वर्क् आफ् चलामः. सुमन् महोदय, प्रायः भवती एव अस्ति, भवती अस्ति वा नास्ति वा? भवती सर्वदा रेडि एव. सुमन् महोदय, भवती एव अस्ति प्रायः. आगमिष्यामि, चिन्ता मास्तु. तर्हि सर्वे आगन्तुं शक्नुवन्ति चेत् अहमपि अत्र एव अस्मि, अतः कक्षा कुर्मः. तत्र वस्तुतः किमस्ति चेत् पूर्वे दिवाली दशहरा अस्ति, अतः वर्गः न न अभवन्, अतः इदानीं कुर्मः. अतः अग्रे अपि क्रिस्मस् न्यू इयर् मध्ये अपि न भवन्ति, अतः कुर्मः. इदानीं विरमामः. धन्यवादः.